महालक्ष्मी अत्र भवती जानाति वा येन अक्षरसमाम्नाय महालक्ष्मी? आम् आम् येन अक्षरसमाम्नाय जानाति वा? हा जानामि मा. अस्तु वदतु. कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धं शुद्धं गुण्यं करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं. श्रीगुरुभ्यो नमः हरिः ओम्. श्रीगुरुभ्यो नमः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. श्रीगुरुभ्यो नमः. श्रीमहासरस्वत्यै नमः. अस्तु सर्वेषाम् अस्मिन् व्याकरणविषये स्वागतम्. अत्र शुद्धां शुद्धं नास्ति, शुद्धां गुण्यां करोम्यहं, परन्तु भवती बहु सम्यक्तया उक्तवती एव प्रथमवारम्. अस्तु अत्र अष्टाध्यायं प्रत्ययः प्रक्रिया च समग्रवत् दृष्टिः. अत्र प्रत्ययप्रक्रिया नास्ति चेत् अत्र पदं नास्ति. प्रत्यय प्रक्रिया एतत् अस्ति चेत् एव अत्र कार्यं भवति इति. अनिल् महोदय अत्र पठतु, प्रत्ययानां स्वभावः कः? प्रत्ययानां स्वभावः कः अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कावपि प्रकृतिप्रत्ययो अस्माकं पुरतः शातां द्वयोः संयोजनेन किम् उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम. अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति. अनेन चित्रेण पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः? अपि च दीक्षितपुष्पमात्रा कथम् इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम् इति अस्माभिः स्पष्टतया बुध्यते. तर्हि अग्रे अत्र किं किम् अस्ति इति परिशीलयामः. अत्र भवान् एतत् विषये वक्तुं शक्यते वा किञ्चित्? अत्र प्रक्रिया प्रत्यये द्वयोः अपि मिलित्वा पदं प्राप्तं. सो किं प्राप्तं? तत् चित्रमाध्यमे अत्र दीयते. प्रत्ययः अनन्तरं प्रक्रिया द्वयोः संयोजनेन एव किम् उत्पद्यते? उत् उपसर्गपूर्वकः, पत् धातुः, पद्यते कर्मणि प्रयोगः. अत्र ज्ञानेन ज्ञा कथम् आगच्छति? महालक्ष्मी जानाति खलु ज्ञानेन ज्ञाशब्दः खलु. अत्र अत्र एकं सूत्रमस्ति, अनिल् महोदय जानाति, एकवारं मया उक्तमेव. विभक्त्या सप्तमी विभक्त्या ज्ञानेन अनिल् महोदय जानाति वा किं महोदय? ज्ञानेन कथम् आगच्छति? ज्ञानेन एतत् सूत्रेण एव कुत्रापि लिखतु. प्रथमं ज्ञा जन इत्योः झा आदेशः जानाति इति जानाति इति पदं जानाति खलु तत्र जा इति स्थाने एव ज्ञा इति आगच्छति एतत् सूत्रेण एव ज्ञाजनोर्झ एतत् सूत्रम् अष्ट सप्तमाध्याये तृतीयपादे एकोन अशीतिः इति सूत्रेण एतत् जायते खलु जायते अहं न ज्ञातवान् महोदय प्रथमवारम् एतत् एकवारं मया उक्तमेव भवान् अपि विस्मृतवान् ओ एतत् सूत्रेण एव जा इति पदम् आगच्छति वा इति ज्ञा इति पदम् ज्ञाज नो च सुलभतया उद्घाटनं समी मुख उद्घाटनं समीचीनतया न आगच्छति एव पुनरपि पुनरपि रटनं कर्तव्यम् ज्ञाज नो च इत्यनेन एव अत्र ज्ञानेन इति पदमागच्छति अस्तु प्रकृति अनन्तरं प्रत्ययानाम् इत्यनेन एव सौकर्येण उत्पद्यते किम् उत्पद्यते नैपुण्येन च जानीमः अधस्तनचित्रेण किं किम् अत्र अस्ति इति पश्येम अत्र प्रत्ययः के अनन्तरं एतत् समीचीनतया अत्र निरूपितम् चित्रेण पाणिनेः लघुत्वेन कथं जानीमः चेत् अत्र पुष्पदीक्षितमहोदयेन एतत् प्रक्रिया कथमस्ति इति अत्र वयं द्रष्टुं शक्यते अष्टाध्यायं प्रत्ययः प्रक्रिया च समग्रदृष्टि प्रत्ययः सर्वे जानन्ति एव सु औजस् सुजस् अमौटस्य चाभ्यम्भ्यस् एतत् एकविंशतिः अस्ति अनन्तरं नव प्रत्ययः अस्ति परस्मैपदिनः नव नव आत्मनेपदिनः उत्तमम् आत्मनेपदिनः अस्ति इदानीं प्रत्यय किम् इत्युक्ते अष्टाध्यायौ प्रातिपदिकात् किं किं भवति इति वयं स्वीकुर्मः प्रातिपदिकात् सुप्योजनेन सुबन्तपदं सर्वे अस्माकं कृते प्राप्तुं शक्यते एव रामः अकारान्तः पुल्लिङ्गः रामशब्दः आकारान्तः स्त्रीलिङ्गः रमाशब्दः एतत् सर्वं सुप् प्रत्यये योजनेन आगच्छति अनन्तरं स्त्रीप्रत्ययं कथम् आगच्छति माला इति अस्ति चेत् अत्र टाप् डाप् इति किञ्चित् प्रत्ययमस्ति अनन्तरम् इक्तिन् प्रत्ययम् अपि अस्ति मतिः बुद्धिः यत्र इकारान्तपदं श्रूयते तत्र स्त्रीप्रत्ययं शृणुमः अत्र ञीप् जी ञीश् तादृशमेव तत्र अन्ते इकारान्तपदं श्रूयते सो स्त्रीलिङ्गपदं वयं स्वीकुर्मः अनन्तरं तद्धितान्तपदं तद्धितान्तपदं विनता विनता इति स्त्रीलिङ्गपदमस्ति विनतायाः षष्ठी एकवचनं विनतायाः अपत्यं पुमान् अत्र तद्धिते श्वचामादेः इति सूत्रेण वि इति वृद्धिः भवति अतः इकारस्य स्थाने ऐकारः श्रूयते वैनतेयः इति एतदेव तद्धितान्तपदम् अनन्तरं धातोः किं किम् अस्ति इति पश्येम इतपर्यन्तं प्रत्ययः प्रातिपदिकात् किं किम् उद्पत्यते चेत् सुप् अस्ति स्त्री अस्ति तद्धितमस्ति इतपर्यन्तं क्लेशः अस्ति वा अनिल्महोदय महालक्ष्मी अन्य कोऽपि पूर्णिमाप्रकाश इतपर्यन्तं किञ्चित् क्लेशः अस्ति वा अन्तलक्ष्मी सर्वं जानन्ति खलु प्रातिपदिकात् योजनेन प्रातिपदिकात् योजनेन राम इति शब्दमस्ति अनन्तरं रामः इति पदम् आगच्छति, रमु क्रीडायाम् इति स्वीकुर्मः चेत् अनन्तरं गै प्रत्ययेन रामः इति भवति। अत्र ससज्जुषोरुः करावसानयोर्विसर्जनीयः, एतत् अग्रे आगच्छति एव, किञ्चित् पूर्णतया रामशब्दः विषये अग्रे आगच्छति एव, कालक्रमेण एव एतत् पठितुं शक्यते। अनन्तरं स्त्रीप्रत्ययम् इदानीं मया उक्तं, युक्तिं प्रत्ययः, बुद्धिः, मतिः, अनन्तरं स्त्रीलिङ्गपदं रतिः, यत्र यत्र इकारान्तपदं ठाप् डाप् ज्ञाप् यत्र अस्ति अत्र रमा ठाप् अत्र आकारान्तप्रत्ययम् अस्ति। अनन्तरं तद्धितान्तः अस्ति, तद्धितान्तः विनतायाः अपत्यं पुमान्, यत्र यत्र आन् प्रत्ययं श्रूयते अन् प्रत्ययं तद्धितेषु वचामादेः इत्यनेन इकारस्य स्थाने ऐकारः भूत्वा वैनतेयः इति पदं वयं स्वीकुर्मः। तद्धितपदमस्ति अत्र, तद्धितान्तपदम्। एतत् अपत्यार्थे, अपत्यार्थे इत्युक्ते हेरिडिटरि, अपत्यार्थे एतत् सर्वं तद्धितान्तपदं स्वीकुर्मः। इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा? अग्रे चलेम, अग्रे चरेमे वा? इदानीं धातोः अध्यायः कुत्र अस्ति चेत् तृतीयाध्याये एव प्रातिपदिकम् अध्यायं चत्वारः, अनन्तरं पञ्च अध्यायौ अत्र प्रातिपदिकविषये, सुप् विषये, स्त्रीविषये, तद्धितान्तविषये अस्ति, परन्तु धातोः प्रत्ययः परश्च एतत् सर्वं तृतीयाध्याये एव एतत् विषये पूर्वमेव वयं दृष्टवन्तः कुत्र अस्ति इति। इदानीं धातोः किं किम् अस्ति? तिङ्गस्ति, कृत् अस्ति। कृत् वयं जानीमः, अत्र कृत् प्रत्ययं भूसत्तायाम् इति अस्ति खलु महालक्ष्मी, अत्र एतत् कृत् प्रत्ययं कुत्र भवति? अन्तलक्ष्मी पठतु। किम् अत्र पठनीयं चेत् भूसत्तायम् इति अस्ति खलु धातुमाला, अत्र कृत् प्रत्ययम् पुटसङ्ख्या त्रीणि अस्ति, झटिति पठतु महालक्ष्मी। अन्तलक्ष्मी भूसत्तायां पठतु, झटिति पठतु, किं किम् अस्ति कृदन्तपदम्? भूत्वा सम्भूय भवितं, भूत भूतवत् भवत् बभूषत् बभूषत् भवनं बभूषत् भवनं भावकः भावकः भावकः भवितव्य भवितव्य भवनीय भाव्यं भाव्य भाव्य बुभूषक भवनीय भवितृ पृच्छ बुभूषा सन्नन्तं बुभुषुः यः अत्र इच्छति सः एव सूचयति। एतत् सर्वाणि पदानि एव कृदन्तमस्ति धातुमाला विषये। अत्र अनन्तलक्ष्मी एतत् चित्रं स्वीकृत्य ग्रूप् मध्ये प्रेषयतु, वाट्सप् ग्रूप् मध्ये। अनिल् महोदय, अनन्तरं पूर्णिमा, एतत् जानाति वा? भवन्तः समीपे एतत् पुस्तकं नास्ति खलु, धातुमाला पुस्तकं? न महोदय, पुस्तकं नास्ति। अस्तु, सा तु प्रेषय, एतत् ग्रूप् मध्ये प्रेषितुं शक्यते एव। अस्तु, सर्वाणि पुस्तकस्य प्रथमपृष्ठः अपि प्रेषयतु महोदय। अस्तु, इदानीं प्रेषितुं शक्नोति वा महालक्ष्मी, न तु अन्तलक्ष्मी, गुरु मध्ये वाट्सप् गुरु मध्ये प्रेषयतु। अस्तु, आम् आम्, अत्र प्रथम धातुमाला इति पुस्तकमस्ति, अनन्तरम् अत्र पुस्तकस्य अत्र गोपाल् महोदय अस्ति खलु, गोपाल् मध्ये संस्कृतभारती, तस्य किम् अस्ति दूरवाण्यां सङ्ख्यामपि प्रेषयतु। अस्तु, एतत् कृत् प्रत्ययम्। अनन्तरं सार्वधातुकः आर्धधातुकः तिङ् प्रत्ययमस्ति. सार्वधातुकम् आर्धधातुकमेव. सार्वधातुक लकाराः किं किम् अस्ति झटिति कोऽपि वदतु, सर्वे जानन्ति एव. लट् लोट् लङ् विदिलिङ्ग्. उत्तमं, लट् लोट् लङ् विदिलिङ्ग्. अनन्तरम् आर्धधातुकः शेषः. दशगणाः सन्ति, यत्र लट् लोट् लङ् विदिलिङ्ग् गच्छति अत्र षट् अस्ति, एतदेव आर्धधातुकः. इदानीं कृत् अपि अस्ति, इदानीं पठितवती खलु, अत्र भूत्वा सम्भूय एतत् सर्वम् अत्र अपि प्रातिपदिकयोजनेन कृत् प्रत्ययं योजनेन अत्र अपि सार्वधातुकः आर्धधातुकः इति अस्ति. इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा? अस्ति चेत् इदानीमेव पृच्छतु. पूर्णिमा, पूर्णिमा प्रकाश, क्लेशः अस्ति वा? नास्ति. अस्तु, अग्रे चलेम. वदतु वदतु. कृत् प्रत्ययस्य सार्वधातुक आर्धधातुक एष कक्षायाम् अहं न पठित् वयं अग्रे आगच्छति खलु, एतत् विषये अग्रे आगच्छतु. अग्रे आगच्छति. कृत् प्रत्ययं किम्, अत्र सार्वधातुकं किं, सार्वधातुकं कथम् आगच्छति, आर्धधातुकं कथम् आगच्छति, एतत् प्रत्यययोजनेन एव. अस्तु अस्तु अस्तु. इदानीं सार्वधातुकः किं किम् अस्ति? पित् अनन्तरम् अपित्. एतत् पित् किम्, अपित् किम्? पित् अस्ति चेत् गुणकार्यं भवति. कर्तरि शप् इत्यनेन अत्र शकारः लशकोतति इत्यनेन अपगच्छति. अनन्तरं पकारः अलन्त्यं तस्य लोपः इत्यनेन इत् भवति. अनन्तरम् अत्र अकारः एव तिष्ठति. अनन्तरम् एतत्तु आकृति अस्ति. इदानीम् अत्र भू इति अस्ति चेत् अत्र भू इति दीर्घ ऊकारः अस्ति. अत्र पित् अस्ति चेत् पित् एव अत्र सार्वधातुकम् अपित् इति, सार्वधातुकं पित् अपित् इति अस्ति. इदानीं सार्वधातुकं पित् अस्ति चेत् तत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणनिषेधकः भवति. एतत् मनसि स्थापयतु. पित् अस्ति चेत् किं, पित् अस्ति चेत् किं किं भवति? गुणकार्यं भवति. गुणकार्यं भवतु. अपित् अस्ति चेत् गुणनिषेधकः भवतु, बाधकः भवति, गुणकार्यं न भवति. तादृशमेव अत्र आर्धधातुकमपि अस्ति. अत्र किं किं भवति चेत् कित् अस्ति वा, नित् अस्ति वा. कित् इत्युक्ते त्वा प्रत्ययम्, इक् त्वा इति आगच्छति. अत्र ककारः अस्ति, एतत् कित् अस्ति. नित् अस्ति अत्र, नित् पूर्वमेव वयं दृष्टवन्तः. नित् यत्र अस्ति, अनुदात्ते नित आत्मने पदं, यत्र नित् अस्ति एतत् आर्धधातुकम्. अनन्तरं नित् कर्तरि अभिप्राये, स्वरितनित कर्तरि अभिप्राये क्रियापले, यत्र नित् अस्ति. अनन्तरं नित् अस्ति. अनन्तरं एतत् भिन्नमस्ति, कित् नित् नित् नित् एतत् सर्वं नास्ति. परन्तु अत्र एतत् विषये भिन्नरूपेण आगच्छति. एतत् अग्रे एतत् विषये आगच्छति एव. अनन्तरं पित् अस्ति, अनन्तरं विकरणप्रत्ययम् अस्ति, अनन्तरम् अत्र धातुप्रत्ययाः, धातुप्रत्ययाः किं किम् अस्ति इति अग्रे एतत् विषये आगच्छति एव. इदानीम् अत्र धातुतः विहिताः प्रत्ययाः त्रिविधाः. धातुतः किं किम् अस्ति इदानीमेव दृष्टवन्तः. अपित् अस्ति, अपित् अस्ति चेत् कित् नित् भवति. अग्रे आगच्छति कित् नित् विषये, अग्रे आगच्छति एव. क्लेशः अस्ति नास्ति, संशयः अपि नास्ति. पित् अस्ति चेत् कित् नित् नित् नित् भिन्नम् अस्ति. अत्र प्रत्ययं पित् अस्ति चेत् गुणकार्यं भवति, एतत् भिन्नं भवति. भिन्नं किं भवति? अग्रे आगच्छति एव. एतत् विषये क्लेशः मास्तु, इदानीं नास्ति. अनन्तरं नित् नित् इति अस्ति. एतत् धातुतः विहिताः प्रत्ययाः त्रिविधानि अस्ति. अपित् अस्ति किं, पित् अस्ति किं, नित् कित् नित् नित् नित् भिन्नः किम् अस्ति. एतत् अग्रे एतत् विषये आगच्छति एव. अनन्तरम् अष्टाध्याय्यां प्रक्रिया चतुर्विधाः, चतुर्विधाः प्रक्रिया अस्ति. सुप् प्रत्ययम् अस्ति चेत् अत्र प्रक्रिया सुबन्तमस्ति, अत्र सु जसमो टिषस्य ताभ्यां व्यस्तन्येभ्यां एतत् सर्वाणि आगच्छति. अत्र किं किं कार्यं भवति इति जानीमः, अग्रे जानीमः एतत् विषये. तद्धितार्थम् इदानीं मया उक्तं वैनतेयः विनतायाः अपत्यं पुमान् वैनतेयः. अत्र तद्धितेषु वचामादेः इति सूत्रेण स्वीकुर्मः चेत् अत्र आदि वर्णः वृद्धिः भवति. अनन्तरं सार्वधातुकमस्ति आर्धधातुकमस्ति. सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः. सार्वधातुकप्रत्ययाः किं किम् अस्ति चेत् अग्रे आगच्छति. अनन्तरं देयं यत् स्त्रीत्वा ते पृथक् प्रक्रिया न, अत्र स्त्रीत्वम् अस्ति चेत् अत्र पृथक् प्रक्रिया नास्ति इति. किमर्थं चेत् एतत् स्त्रीत्वम् अत्र सुबन्तमेव. अत्र सर्वाणि पदानि अत्र सुप् मध्ये किं किं भवति भवितुम् अर्हति सुप् मध्ये कोऽपि वक्तुं शक्यते वा किं किं लिङ्गम् पुल्लिङ्गमस्ति स्त्रीलिङ्गमस्ति नपुंसकलिङ्गं नपुंसकलिङ्गमस्ति पृथक्तया अत्र नास्ति एव. एतत् अत्रैव अस्ति सुप् मध्ये एव अस्ति. अस्तु इदानीम् एतत् आधारेण एव कीदृशकार्याणि इदानीं भवान् पृष्टवान् खलु कृत् प्रत्ययं किम् अस्ति कृत् कथम् आगच्छति प्रातिपदिकयोजनेन कृत् प्रत्ययं योजनेन कथम् आगच्छति इति प्रश्नः उदेति अत्र. कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम् अस्माकं वर्गस्य नूतनसदस्य सुखवनमहोदयेन एतत् विषये अत्र सुन्दररीत्या उक्तवान्. इदानीं धातुप्रत्ययः सार्वधातुक आर्वधातुकं. सार्वधातुकं किं किम् अस्ति चेत् तिङ् अस्ति षित् अस्ति सार्वधातुकं. तिङ्षित् सार्वधातुकम् अस्ति चेत् अत्र पित् अस्ति. पित् अस्ति चेत् गुणकार्यं भवति. अपित् अस्ति चेत् गुणनिषेधः भवति. पर इदानीम् आर्धधातुकं शेषः अस्ति चेत् आर्धधातुकम् अत्र इदानीम् अपित् अस्ति चेत् सार्वधातुकम् अपित् अस्ति. सार्वधातुकं पित् अपि अस्ति सार्वधातुकम् अपित् अपि अस्ति. इदानीम् आर्धधातुकः चित् नित् प्रतिम् अस्ति. यत्र कित् अस्ति यत्र नित् अस्ति अत्र किं कार्यं भवति इति. अनन्तरं कित् नित् नित् नित् भिन्न प्रत्ययं किं किम् अस्ति इति. अत्र एतत् विषये गुणः भवति वा? अत्र कित् नित् अस्ति चेत् गुणनिषेधः भवति. कित् नित् नित् नित् भिन्नः ईगन्तधातुः अस्ति चेत् गुणकार्यं भवति. अत्र आर्ध सार्वधातुक आर्धधातुकयोः ईगन्त अङ्गस्य गुणः वयं जानीमः. भूसत्तायम् इति स्वीकुर्मः चेत् अत्र भू भो भवति गुणकार्यं भूत्वा. अनन्तरं लघु इक् अस्ति चेत् पुपन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. सो कित् नित् नित् नित् भिन्नः अस्ति चेत् अत्र ईगन्तम् अस्ति चेत् ईगन्तम् अनन्तरम् उपदा अस्ति चेत् सार्वधातुक आर्धधातुकयोः गुणकार्यम्. अनन्तरं पुहन्तलघुपदस्य च इति उपदायां गुणः भूत्वा गुणकार्यं भवति. इदानीं ङित् मित् अस्ति चेत् अत्र अजन्तमस्ति वा ह्रस्वमस्ति वा अकारमस्ति वा उपदधातुः अस्ति वा एतत् सर्वाणि पदानि किं किम् अस्ति इति द्रष्टव्यम्. अचोङ्ति इति अस्ति चेत् अत्र वृद्धिकार्यं भवति. अत उपदायाः इति अस्ति चेत् अपि वृद्धिकार्यम्. एतत् समीचीनतया अत्र मनसि स्थापनीयमेव, रटनं करणीयम् एतत् किं किम् अस्ति इति. ओ वृद्धिः किं किं सूत्रेण भवति? अचोनिति अनन्तरम् अत उपदायाः इत्यनेन एव अत्र वृद्धिः भवति. अनन्तरं लघु इकुपदधातुः पुगन्तलघुपदस्य च इत्यनेन वयं जानीमः एतत् विषये. अस्तु एतत् विषये किं किम् अस्ति इति अग्रे आयाति एव. कित् नित् किम् अस्ति अपित् किम् अस्ति पित् किम् अस्ति. पित् अस्ति चेत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणनिषेधः भवति. अनन्तरं वृद्धिः अजन्तमस्ति चेत् ह्रस्वमस्ति चेत् अत्र अकारः अस्ति चेत् उपदा उपदा उपदा इत्युक्ते किम् अनिल् महोदय? अन्तिमवर्णस्य पूर्ववर्णः. हा उत्तमम्, अन्तिमवर्णस्य पूर्ववर्णः उपदा इति अस्ति. अत्र किं भवति चेत् उपदायां अकार ह्रस्व अकारः अस्ति चेत् अत्र वृद्धिकार्यं भवति. केन सूत्रेण वृद्धिकार्यं भवति? अचोणिति अथ चोणिति अथ उपदायाः उपदा उपदा अस्ति खलु अत्र उपदा अस्ति चेत् वृद्धिः भवति अकारः अस्ति चेत् आकारः इति भवति अनन्तरम् अचोणिति इत्यनेन वृद्धिः भवति यदा वैनते विनता वैनतयः एतत् अन्नप्रत्ययं तत्तितेषु वचामादेः इत्यनेन परन्तु अचोणिति इति तत्रैव भवति अकारः एकारस्य स्थाने ऐकारः भवति एतत् विषये वृद्धिः कथं भवति उदाहरणरूपेण अग्र आयाति एव इदानीं महोदय अन्तलक्ष्मी पट् वदतु अत्र सम्पूर्णचित्रे वृद्धि सूत्रं विहाय ऐ थिङ्क् वयं सर्वाणि समीचीनतया अग्रे एतत् विषये पृथक् पृथक्तया आयाति एव ओ ओके पित् अस्ति पित् किम् अस्ति अपित् किम् अस्ति अनन्तरं ञित् किम् अस्ति ञित् किम् अस्ति एतत् अग्रे आयाति एव अत्र अग्रे आयाति अचोनिति आयाति वृजेर्वृद्धिः अस्ति येन विदितदन्तस्य अलोन्तस्य एतत् सर्वाणि पदानि अत्र किञ्चित् पृथक्तया अस्ति एव अन्तरिक्षं पठितुं शक्नोति वा अत्र अचोनिति अजोन्निति अचो अचोङ्निति अचोङ्निति सप्तम अध्याये द्वितीयपादे एतस्य त्यजतु अग्रे पठतु अजन्ताङ्गस्य अन्त्यवर्णस्य वृत्तिः भवति इति अजन्त अङ्गस्य अजन्त अङ्गस्य अकारः अस्ति चेत् अच् एव अजन्त अङ्गस्य अन्तिमवर्णस्य यत्र आखरी वर्णं यत् भवति तत् स्थाने एव अत्र वृद्धिः भवति केन सूत्रेण अचोङ्निति इति अग्रे येन विधि तदन्तस्य येन विधि तदन्तस्य इत्यनेन अजः अङ्गस्य नाम न केवलम् अज इत्यस्य अच् इति अङ्गस्य अङ्गस्य अत्र किं सन्धिः किं भवति कोऽपि यन् सन्धिः यन् सन्धिः सूत्रम् इको यणाचि किमर्थम् अत्र क्लेशः अस्ति इत्यङ्गस्य इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अजन्तस्य अङ्गस्य अलोन्दस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च न च ञणो ञणो ञणो ञणौ इतौ यस्य तद नित तस्मिन् यदि द्वन्द्वगर्भ बहुवीर्यसमासः बहुवीर्यसमासः अस्ति परन्तु अत्र द्वन्द्वगर्भ द्वन्द्वमस्ति अत्र अस्तु अग्रे अजः षष्ट्यन्त निनति सप्तम्य अचः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदमिदं सूत्रम् अति षष्टन्त्यं निति सप्तन्त्यं द्विपदमिदं सूत्रम् पूजे विधिः मृजे वृद्धिः यस्मात् वृद्धिः इत्यस्मात् अत्रापि एन्सन्धि एव इत्यस्मात् इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्ति अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् अचः अङ्गस्य वृद्धिः नितिः नीति अत्र पृथक्तया अचोनिति इति सूत्रमस्ति यत्र अजन्त अङ्गस्यमस्ति अनन्तरम् अजन्त अङ्गम् अचः अङ्गस्य नाम अच् इत्यस्य नास्ति अजन्तम् अङ्गम् यत्र अस्ति अत्र अचोनिति इति सूत्रेण वृद्धिः भवति परन्तु अत्र मृजेर्वृद्धिः इति अस्ति मृजेर्वृद्धिः अत्र मृज् धातोः पृथक्तया एव भवति मृजेर्धातोः पृथक्तया अत्र अचोनिति इति यत्र अजन्तम् अङ्गमस्ति तावदेव अचुवर्णः अस्ति अजन्त अङ्गमस्ति चेत् अत्र अचोनिति इति वृद्धिः भवति परन्तु मृजेर्वृद्धिः अत्र मृज् धातोः एव परस्य कार्यं करोति अन्यत्र कुत्रापि नास्ति एतत् मनसि स्थापनीयमेव एव पृथक् सूत्रमस्ति मृजेर्विधिः पश्येम द्रष्टुं शक्यते खलु अत्र पश्यतु मृजे वृद्धिः मृज् इति अस्ति चेत् अत्र वृद्धिः केन सूत्रेण अत्र पुगन्तलघुपदस्य च मृज् अस्ति पुगन्तम् उपादायं ऋकारः अस्ति एतत् बाधित्वा अपवादत्वेन मृजे वृद्धिः इति कार्यम् अतः मृज् स्थाने मार्ज् इति गुणवृद्धिः भवति अङ्गस्य वृद्धिः एतत् मृज् धातोः एव वृद्धिः भवति अचोनिति अन्यसूत्रमस्ति अच् यत्र भवति तत् स्थाने भवति मृजेर्वृद्धिः यत्र मृज् धातुः वृद्धिः ऋकारस्य स्थाने आर् भूत्वा मृजेर्वृद्धिः इति भवति इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा संशयः अस्ति वा पृच्छतु पृच्छतु क्लेशः नास्ति एव खलु सूत्रं द्वयं भवति अत्र अचौन्निति अजन्त अङ्गस्य मृजेर्विधि यत्र मृज् धातुः अस्ति तत्र वृद्धिः भवति महोदय उदाहरणम् अस्ति वा अचौन्निति अग्रे आगच्छति अचौन्निति अस्तु अस्तु अत्र पश्यतु अचोनिति इत्यनेन ओ अस्ति चेत् अत्र ओकारः अस्ति ओकारस्य स्थाने वृद्धिः किम् औ एव खलु द्रष्टुं शक्यते वा ओ स्थाने औ भवति किं सूत्रेण अचोनिति इति सूत्रेण वृद्धिः गोस्थाने औ भूत्वा अचोनिति इति सूत्रेण वृद्धिः भवति अतः अनन्तरं सशोजुशोरुः करावसानयोः विसर्जनीयः एतत् समीचीनतया ऋत्वविसर्गौ भूत्वा गौः इति पदम् अग्रे एव स्वीकुर्मः अत्र महोदय प्रतिक्रिया वदतु अङ्ग किम् अजन्त किमर्थं अङ्गमत्र अचोनिति किं किं भवति अचोनिति अचोनिति यत्र अजन्त अङ्गात् परः ञित् प्रत्ययः भवति चेत् अजन्तस्य अङ्गस्य वृद्धिः भवति इदानीम् अत्र एतत् नि इति अस्ति, नि सर्वे जानन्ति एव. इदानीं नुल् प्रत्ययं युवराणाकौ, इदानीं नुल् प्रत्ययं नुल् तृचौ इति भवति, अनन्तरं नि इति नै भवति. केन सूत्रेण इत्युक्ते अस्ति नेट् अत्र नकारस्य इत्संज्ञा भूत्वा, इत्संज्ञा भूत्वा एतत् नित् अङ्गस्य नित् नित् अस्ति चेत्, नुल् इति स्वीकुर्मः चेत् अत्र नित् अस्ति, अथवा नुल् तृच्छौ इति सूत्रेण कार्यं भवति. अनन्तरं युवराणाकौ इत्यनेन एव अत्र इदानीं नी दीर्घ ईकारः अस्ति, दीर्घ ईकारस्य स्थाने ऐकारः भवति. केन सूत्रेण? अचोनिति इति सूत्रेण. इदानीम् अत्र अत्र अचोनिति अनन्तरं मृजेर्वृद्धिः अत्र किं भिन्नरूपेण अस्ति इति जानन्ति खलु सर्वे? अचोनिति अजन्त अङ्गम्. मूलरूपेण मृजेः वृद्धिः अस्ति, अचोनिति सूत्रं तत् परम् अस्ति, तत्र अनुवृत्ति वृद्धिशब्दस्य अनुवृत्ति अस्ति. अत्र वृद्धिः भवति केन केन सूत्रेण चेत् अत्र अचोनिति इति सूत्रेण अजन्त अङ्गस्य वृद्धिः भवति. अनन्तरं मृजेर्वृद्धिः इति स्वीकुर्मः चेत् मृज् धातोः एव कार्यं करोति. एतत् मनसि स्थापनीयम्. अत्र मृजेर्वृद्धिः अस्ति 72114, अचोनिति अस्ति 72115. परसूत्रं परसूत्रमस्ति, एतत् पूर्वसूत्रमस्ति. परसूत्रमस्ति पूर्वसूत्रमस्ति. इदानीम् अत उपादायाः इति अस्ति अत्र उपादायाः अन्यसूत्रम्. अत्रापि कार्यं भवति, वृद्धिः भवति. अत्र अनसूय पठितुं शक्यते वा भगिनि? अत उपादायाः सप्तम अध्याये द्वितीयपादे षष्टाधिकशतं शतकं सूत्रेण उपादायाम् अतः वृद्धिः निति प्रत्यये परे, अतः षष्ट्यन्तम् उपादायाः षष्ट्यन्तं द्विपदमिदं सूत्रं. मृजेर्वृद्धिः सप्तम अध्याये द्वितीयपादे चतुर्दश अधिकशतक इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. अचोणिति सप्तम अध्याये द्वितीयपादे पञ्चादशाधिकशतक इत्यस्मात् निति इत्यस्य अनुवर्तिः भवति. अङ्गस्य षष्ठमध्याये चतुर्थपादे प्रथमसूत्रस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य उपादायाः अतः वृद्धि निति. अग्रे पठामः. एतत् अत्र किञ्चित् प्रतिपादयितुं शक्नोति वा? प्रतिपादयतु. प्रयत्नं करोमि. किमपि नास्ति. अत उपादायाः इति सूत्रस्य अर्थः उपादायाम् अत अकारस्य वृद्धिः निति प्रत्यये परे भवति इति. तावदेव अत्र एव तिष्ठ. तावदेव उपादायाः कार्यम्. अत्र उपादावर्णस्य वृद्धिः भवति. पूर्वम् अचोनिति अन्तिमवर्णस्य अजन्त अन्तिमवर्णस्य दीर्घः किमपि क्षम्यतां वृद्धिः भवति. अनन्तरं मृजे वृद्धिः स्वीकुर्मः चेत् मृज् इति धातोः एव वृद्धिः केवलं मृज् धातोः एव केवलम् अस्तु. अत उपादायाः यत्र वृद्धिः भवति कुत्र भवति? उपादायाम् अत्रैव उत्तरमस्ति. अत उपादायाः वृद्धिः कथं भवति चेत् उपादायाः वृद्धिः तावदेव. अत्र अत्र अचोङ्ति अस्ति, वृजेर्वृद्धिः अस्ति, अत उपादायाः इत्यनेन अत्र वृद्धिः भवति. इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा महोदय? अत इत्युक्ते केवलम् अकारः, रैट्? केवलम् अकारः, केवलम् अकारः. एतदपि उपदा अस्ति, एतदपि उपदा अस्ति. अत उपादायाः समयेन आगच्छति. पश्यतु अत्र एतत् मृजेर्वृद्धिः 114, अचोनिति 115, अत उपादायः 116. क्रमेण आगच्छति. सो सारांश अस्ति, प्रथमं मृजेः वृद्धिः अस्ति, अनन्तरं अन्तिमवर्णस्य वृद्धि अस्ति यदा प्रत्ययः अस्ति. तृतीय अस्ति उपधायां केवलम् अकारः अस्ति चेत् अपि तत्र वृद्धिः अस्ति. अत्र पश्यतु पट् इति अस्ति गै भावे गै प्रत्ययेन अत्र गै इति अस्ति अत्र नित् नित् अस्ति चेत् वृद्धिः भवति अत्र नित् अस्ति गै. अनन्तरम् इदानीं गै अस्ति चेत् अत्र वृद्धिः भवति इति पठितम् अस्माकं कृते वृद्धिः भवति इति गै अस्ति नित् प्रत्ययम् अस्ति अतः वृद्धिः भवति पट् पाट् इति भवति तावदेव. अतः उपधायाः पकारः उपधाम् अस्ति खलु पकार उत्तरवर्ति किम् अस्ति कोऽपि अकारः अस्ति अकारः अस्ति पकार उत्तरवर्ति अकारः अस्ति इदानीम् अकारः अस्ति चेत् प अस्ति इदानीं पा इति भवति पाट् पाट् इति भवति. अतः उपधायः इति ञित् प्रत्ययपरे उपधा अकारस्य वृद्धिः भवति आकारः पाट् इति भवति तावदेव. क्रमेण आगच्छति वृजेर्वृद्धिः अचुङ्ति अनन्तरम् अत उपधायः क्रमेण आगच्छति. इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा संशयः अस्ति वा सन्देहः अस्ति वा पृच्छतु. कोऽपि प्रश्नः अस्ति वा सन्देहः अस्ति वा अग्रे चरेम अग्रे चरेम अनिल् महोदय अग्रे चरेम. आं महोदय आम् शान्ता सुब्रह्मण्यम् अग्रे पठतु. सार्वधातुकार्धातुकयोः सार्वधातुकार्धधातुकयोः परयोः दिगन्तस्य अङ्गस्य एकः गुणः स्यात् उगन्तलघूपधस्य च सार्वधातुकधातुकयोः परयोः उगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात्. अत्र भेदः किम् सार्वधातुक अर्धधातुकयोः इति एकं सूत्रमस्ति अत्र गुणः भवति. उगन्तलघुपदस्य च इति अपि एकं सूत्रमस्ति अत्रापि गुणः भवति. अत्र भेदः द्वयोः मध्ये भेदः किं कोऽपि वक्तुं शक्यते वा. सार्वधातुक अर्धधातुकयोः अन्ते विद्यमान इगन्तप्रत्ययस्य गुणः भवति तत्र उपधायां स्थित लघु लघु उपदा एतत् बहु मुख्यम् अस्ति अत्र लघु उपदा लघु इक्वर्णस्य उपदा दीर्घं नास्ति अत्र दीर्घमस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र गुणकार्यं भवति भू इति अस्ति. अनन्तरं पुगन्तलघुपदस्य च इत्यनेन लघु इक् अस्ति एतदपि उपदा अस्ति एतदेव अत्र भेदः भवति एतदेव भेदः भवति. इदानीम् अग्रे गोदामल् पठतु. अस्तु अनिल् महोदय पठतु. सार्वधातुकम् अपित् सार्वधातुकं यत् अपित् तद् नित्वत् भवति. अत्र नित्वत् नित् यत्र भवति अत्र गुणनिषेधः भवति नित्वत् भवति. अत्र इतोपि एकं सूत्रमस्ति एतदपि दृढीकर्तम् अत्र दृढीकरणार्थं गुणनिषेधः दृढीकरणार्थम् एकमपि अन्यसूत्रमस्ति एतदपि पठतु. निति च यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति. एतत् सूत्रेण यत्र नित् अस्ति इदानीम् अत्र यत्र नित् अस्ति यत्र नित् अपि अस्ति गित् अपि अस्ति अनन्तरं कित् अपि अस्ति तत्र गित् छित् अथवा नित् अस्ति चेत् अत्र क्निति च इति सूत्रेण वृद्धिः अपि न भवति, गुणः अपि न भवति, न भवति. सार्वधातुकम् अपित् अपित् अस्ति चेत् गुणनिषेधः, पित् अस्ति चेत् गुणकार्यं भवति. एतत् मनसि समीचीनतया स्थापयतु अभ्यासः. इदानीं गोधमल अस्ति वा अत्र? प्रचयः न न अभ्यासः, अभ्यासः पठतु. अभ्यासः प्रत्येकं दातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु. लट् लकारस्य प्रथमपुरुषैकवचनन्तरूपं कृत्वा प्रत्ययान्तरूपं निच् प्रत्ययान्तधातोः लट् लकारस्य प्रथमपुरुषैकवचनान्तररूपं तुमन् प्रत्ययन्तं रूपं प्रत्येकस्य स्थितो धातुः कीदृश्यः इगान्तधातुः इगान्तभिन्न अजन्तधातुः लघु इगुपदधातुः अधुपधातुः अपि च प्रत्ययः कीदृश्यः सर्वधातुकं पित् सर्वधातुमपि अर्धधातुकं कित् ञित् अर्धधातुकं ञित् ञित् अर्धधातुकं कित् ञित् ञित् ञित् भिन्नः इति वक्तव्यं वक्तव्यम्. अत्र मया रटनं कृतम् अत्र सार्वधातुकम् आर्धधातुकं, परन्तु भवती सर्वधातुकम् अर्धधातुकं किमर्थम्? यत्र समीचीनतया छात्राः पठन्ति अत्र एतत् श्रोतव्यं, श्रुतव्यं च श्रोतव्यं च, एतत् समीचीनतया मनसि स्थापनीयं. सार्वधातुकं सा इति अस्ति, आर्धधातुकम् आ. परन्तु गतवर्गस्य इदानीं वर्गस्य अत्र समीचीनतया पठितवती, उत्तमम् अस्तु. अत्र प्रत्येकं धातुम् आदाय एव इमानि रूपाणि परिशील्य निष्पादयतु. अत्र लट्लकारस्य प्रथमपुरुषे एकवचनं किम् अस्ति चेत् त्वाप्रत्ययान्तरूपमस्ति वा, निच् प्रत्ययान्तं दातुमस्ति वा. लट्लकारस्य प्रथमपुरुषे एकवचनम् अत्र रूपं तुमुनान्तप्रत्ययमस्ति वा, एतत् समीचीनतया भवितुं त्वाप्रत्ययं भूत्वा. इदानीम् अत्र अन्तलक्ष्मी पठितवती खलु, अत्र प्रत्येकस्यां स्थितौ धातुः कीदृशः, एतत् ईगन्तमस्ति वा, अनन्तरम् अजन्तमस्ति वा, लघु ईक उपदा अस्ति वा, अधु उपदा अस्ति वा, इदु उपदा अस्ति वा, ऊदु उपदा अस्ति वा, ऊद् उपदा अस्ति वा. एतत् समीचीनतया पूर्वमेव अस्माकं कृते पठितमेव पुष्पा दीक्षितमहोदयेन. अधु उपदा, इदु उपदा, उदु उपदा, ऊद् उपदा, अनन्तरम् एजन्तदातवः इति पृथक्तया तत्र पृथक् पृथक्तया अत्र दत्तमेव. इदानीं सार्वधातुकमस्ति वा, सार्वधातुकं पित् अस्ति वा, सार्वधातुकम् अपित् अस्ति वा, आर्धधातुकं कित् नित्, आर्धधातुकं नित् नित्, आर्धधातुकं कित् नित् नित् नित् भिन्नः अस्ति वा इति वक्तव्यम्. अत्र किं किम् अस्ति इति अग्रे चरेम. इदानीं अत्र अन्तलक्ष्मी पठतु. स्वादिगणे, द्वादिगणे, द्वादिगणे नि धातुः, स्वादिगणे चि धातुः, एकवचने द्विवचने च, जुहोत्यादिगणे द धातुः, द्वादिगणे गौ धातुः, द्वादिगणे गै गै धातुः, दिवादिगणे माङ् मानो माने इति धातुः भुवादिगणे माङ् माने मेशर्मेण्ट् माङ् माने इति धातुः भुवादिगणे बुत् धातुः सुदादिगणे लिक् धातुः भुवादिगणे पट् धातुः सुदादिगणे चल् धातुः अत्र पृथक्तया एतत् स्वीकुर्मः किं किं भवति इति अग्रे भवान् अनिल् महोदय पठतु एकनिमिषम् इदानीं वादिगणे नी अस्ति चेत् नूल् प्रत्ययं योजनेन नै भवति नायकः क्षी धातुः चिनोति दा धातुः ददाति गै धातुः गायति इति भवति तापर्यं योजनेन गीतम् इति भवति अनन्तरं माङ् माने माति इति भवति बुद् धातोः बोध् भवति बुद् अपि भवति अत्र रूपं द्वयं भवति उभयपदिनः लिक् लेक् भवति फट् पाट् भवति छल् चलति इति भवति पठति एतत् सर्वम् अग्रे समीचीनतया पृथक्तया आयाति एव अनिल् महोदय पठतु द्वितीयबन्धुः एतान् एव धातून् नीचि दा गे मा गै मा बुद् लिक् पाट् पठ आदाय एतेषां प्रत्ययानां संयोजनेन कथम् अपि च किं रूपम् उत्पद्यते इति चिन्तयतु प्रत्येकस्यां स्थितौ धातुः कीदृशः इगन्तधातुः इगन्तभिन्न अजन्तधातुः लघु इग उपदधातुः अत उपदधातुः अपि च प्रत्ययः कीदृशः सार्वधातुकं पित् सार्वधातुकम् अपित् आर्धधातुकं कित्नित् आर्धधातुकं नित्नित् आर्धधातुकं कित्नित् नित्नित् भिन्नः इति वक्तव्यम् अत्र नी धातुः अस्ति चेत् किमर्थमस्ति किं किं कार्यं भवति अत्र प्रत्ययानां योजनेन किं भवति नी इति अस्ति इदानीं वयं स्वीकुर्मः चेत् नी धातुः अत्र पश्येम नीञ् प्रापणे इति अस्ति प्रापणे आप्नोति किमपि स्थानम् आप्नोति अत्र एतदपि नयति इति भवति किमर्थं नयति इति भवति नी इति धातु अस्ति अनन्तरं सार्वधातुक आर्धधातुको इदानीमेव वयं दृष्टवन्तः नी इति दीर्घ ईकारान्तस्थाने नै इति भवति अजन्तम् अङ्गम् अस्ति अत्र नै भवति इदानीम् एषो एव यावः इति स्वीकुर्मः चेत् नै भवति अनन्तरं नै योगः कर्तरि शप् मध्ये अकारः तिष्ठति अनन्तरं तीप् तिप् तस्ति सिप् तस्थ मिप् मस् मस् इति अत्र विवक्षा प्रथमपुरुष एकवचनविवक्षा अस्ति अतः ती योजनेन नायति इति भवति इदानीं दा स्वीकुर्मः चेत् जुहोत्यादिगणे स्वीकुर्मः चेत् अत्र द्वित्वं भवति किमर्थं द्वित्वं भवति अत्र दादा इति प्रथमं जुहोत्यादिभ्यः श्लू इति अस्ति जुहोत्यादिभ्यः श्लू यत्र भवति तत्र द्वित्वं भवति किं सूत्रेण श्लौ इति सूत्रेण द्वित्वं भवति अतः दादा इति भवति इदानीं प्रथम दकारस्य स्थाने ह्रस्वः इति सूत्रम् आगत्य कार्यं करोति, अतः द इति भवति. दीर्घ आकारान्तपदं ह्रस्वम् इति सूत्रेण दीर्घत्वं त्यक्त्वा ह्रस्वः एव भवति. द अनन्तरं प्रथम पुरुष एकवचनविवक्षायां ति योजनेन ददाति इति भवति. अनन्तरं किं भवति? छी इति स्वीकुर्मः चेत् चिनोति. अत्र चिनोति इति भवति. अत्र स्वादिगणः, स्वादिगणे स्वीकुर्मः चेत् अत्र स्वादिभ्यः स्नु इति भवति. स्नु अत्र अणबन्धलोपानन्तरं नु एव तिष्ठति. उकारः सार्वधातुक आर्धधातुकयोः इत्यनेन उकारस्य स्थाने ओकारः भूत्वा चि नो प्रथमविव पुरुषविवक्षायां ति भवति, चिनोति इति भवति. अनन्तरम् अत्र नि चि द गै गै स्वीकुर्मः चेत् अत्र वादिदानगणे धातुः गायति इति भवति. गै अत्र कर्तरिशप् एतत् भवति, परन्तु अत्र ऐकारस्य स्थाने आयादेशः भवति. ऐ ए ऐ ओ औ क्रमेण औ औ ऐ आय् भवति. ऐ स्थाने आय् भवति केन सूत्रेण? एचो यव यवः इत्यनेन आय् भवति, अतः गायति इति भवति. अग्रे मा माङ् माणे इति भवति. मायति माङ् माणे इति भवति. माति इति भवति मेशर्मेण्ट्. अत्र मा इति भवति कर्तरि शप् अस्ति, अकारः अस्ति. अधिप्रभृतिभ्यः शपः अत्र लुक् भवति. द्वादिगणीयधातुः अदादिगणीयधातुः द्वितीयगणः अस्ति. कर्तरि शप् द्वादिगणः द्वादिगणे अपि अस्ति. ऐ थिङ्क् देर् इस् अनदर् वन् देर्. हा अदर् वन्, परन्तु अत्र माति इति स्वीकुर्मः चेत् अत्र शप् लुक् भवति. द्वादिगणे स्वीकुर्मः चेत् अत्र शन् भवति, यकारः श्रूयते एव. परन्तु अत्र शप् लुक् भवति. अत्र शप् पूर्णतया अपगच्छति एव, अधिप्रभृतिभ्यः शपः इति. अतः किमपि कार्यं नास्ति एव, मायोः कृते माति एव. अस्तु. अनन्तरम् अत्र बुद्धिधातुः उभयपदिनः अस्ति, बोधति बुध्यते इति भवति. बुद्धिधातुः बोधति. अत्र उकारस्य स्थाने ओकारः भवति. बुद्ध इति उपादायमस्ति अत्र, उभयपदिनः अपि अस्ति. अग्रे इदानीम् उकारस्य स्थाने ह्रस्व लघु उकारः अस्ति, एतदपि उपादायमस्ति अत्र. अतः तत्र पुहन्तलघुपदस्य च इति सूत्रं कार्यं करोति. अतः बुद्धस्थाने बोध् भवति, कर्तरि शप् अपि कार्यं करोति, अकारः तिष्ठति, बोधति इति भवति. अनन्तरम् अत्र किं भवति? अत्र प्रक्रिया कथं बुद्ध अस्ति खलु बुद्ध बुद्ध बुक् उपधायां लघु इक् अस्ति उकारः उकारस्य स्थाने प्रक्रिया अत्र पश्यतु बुद्ध इति अस्ति चेत् अत्र लघु इक् अस्ति उपधायां लघु इक् अस्ति उकारः उकारस्य स्थाने ओकारः भवति पुगन्तलघुपदस्य च इति अनेन समीचीनम् अवगतम् No, I want to know, how did you go to this prakriya? Bodhati to prakriya, how did you go? Atra drashtam shakyate kalu? Bodhi iti? So, yeah, yeah, Maudya, the word which is there, na, bodhati, you just click on that, bodhati. It will come. Achcha, achcha, okay, okay, thank you. Bodhi iti asti. Her question is, how are you getting these prakriyas? That's what her question is. इदानीं मया उक्तं खलु बुद्धि इति अस्ति न न न वेब्सैट् मध्ये किमर्थं हौ आर् यु क्लिकिङ्ग् आन् वेर् आर् यु क्लिकिङ्ग् देट्स् वाट् शी इस् आस्किङ्ग् अत्र बोधति अस्ति खलु तत् स्थाने अत्र कर्सर् स्थापयतु अनन्तरं क्लिक् करोतु एतत् सर्वम् आगच्छति एव अत्र इदानीं बोधति कथम् आगच्छति इति अवगतम् अनस्य भगिनि अवगतं वा लघु इक् अस्ति उकारस्य स्थाने एकवारमपि बुद्धि इति धातु अस्ति अनिल् महोदय वदतु किं वदामि महोदय बोधति कथं भवति इति बुद्ध धातु अस्ति बुद्ध प्लस् लट् अनन्तरं लट् बिकम्स् टिप् बुद्ध टिप् अनन्तरं कर्तरि शप् सो बुद्ध शप् ति अनन्तरम् अत्र पुगन्तलघुपदस्य कारणेन उकारस्य उपधायां ओकारः भवति सो बुद्ध बोध भवति सो बोध अनन्तरं सकारे अत्र अकार एव तिष्ठति सो बोध अकार ति बोधति इति भवति समीचीनं अवगतं नौ अवगतम् इदानीम् अस्तु इदानीं किं भवति अत्र अग्रे माङ् माति इति किमपि कार्यं नास्ति मा योगति किमर्थं चेत् अधिप्रभृतिभ्यः अदादिगणः अत्र महोदय द्विवादिगण उपरि द्विवादिगणे द्विवादिगणे इदानीं त्यजतु अत्र उपरि तु द्विवादिगणे दत्तं द्विवादिगणे माङ्माने इति माङ्माने अस्तु द्विवादिगणे अपि अस्ति अदादिगणे अपि अस्ति तृतीयद्विवादि अपि अस्ति मायते मायते इति अस्ति क्षन् अस्ति अत्र यकारः श्रूयते अतः मायते इति अस्ति माङ् माणे इति अस्ति मायते माति अपि प्रसिद्धम् अत्र पदमस्ति माति इति अस्तु मायते इति क्षन् अत्र चकारः लोपः भवति चकारः लोपः भवति इति भवति यकारः एव श्रूयते एतदपि श्वा द्विवादिभ्यः शन् इति अस्ति विकरणप्रत्यम् यकारः एव श्रूयते अतः मा योगः या योगः ते एतत्तु पित आत्मनेपदानां तेरे इति आत्मनेपदिनः भवति अत्र द्विवादिगणे आत्मनेपदिनः अस्तु अनन्तरं किं भवति लिक् भवति लिक् किं भवति इति पश्येम लिख इति अस्ति लिखति इति अत्रापि किमपि तुदादिभ्यः शक अस्ति, शक अन्तिम आकृतिः इति तु अकारः तिष्ठति, लिक् इति अस्ति कर्तरिषप् इत्यनेन अकारः श्रूयते, तुदा कर्तरिषप् इदानीं बाधित्वा एव अत्र तुदादिभ्यः शक इति भवति, शक अन्तिम आकृतिः तु शकार उत्तरवति अकारः एव तिष्ठति, अतः लिक् योगः अकारयोगः ति लिखति इति भवति। अनन्तरम् अत्र पट् भवति, पठति इति भवति, पट् इति अस्ति, अत्र अपि कर्तरि शप् इत्यनेन भूवादिगणे धातुः पट् योगः अयोगः ति पठति इति अन्तिमरूपम्। एतत् सर्वम् अत्र इदानीम् अत्र नूल् अस्ति चेत् पाठकः, तृच् अस्ति चेत् पठिता, त अस्ति चेत् पठितं, त्वतु इक्तवतु अस्ति चेत् पठितवान्, तव्यत् पठितव्यः, अनीय पठित पठनीयः, तिन् प्रत्ययं पठ इन् प्रत्ययम् अत्र मतिः बुद्धिः एतत् अस्ति, इन् प्रत्ययं ल्युट् पठनम् इति भवति। समीचीनम्। इदानीं परिशिष्टमस्ति अत्र अन्तलक्ष्मी पठतु परिशिष्टमिति। महोदय समयः जातं, परिशिष्ट तु दीर्घ अस्ति। दीर्घमस्ति वा अत्र? आमाम्। अस्तु अस्तु, भवान् एव अन्तिमश्लोकं वक्तुं शक्यते वा? अनिल् महोदय सहना भवतु, कोऽपि वक्तुं शक्यते वा? शान्ता वदतु, सहना भवतु। सहना भवतु, सहनो भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यो नमस्कारः। नमस्कारः सर्वेभ्यः, नमस्कारः, धन्यवादः, शुभदिनम्। धन्यवादः।